पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 32 सुमतिरुवाच असावपि नृपसौम्य सत्यवान्नाम विश्रुतः निजधर्मेण लोकेशं रघुनाथमतोषयत अस्मै तुष्टोरमानाथो ददौ भक्तिमचञ्चलाम् निजाङ्घ्रिपद्मे यजतां दुर्लभां पुण्यकोटिभिः नित्यं श्रीरघुनाथस्य कथानकमनातुरः कुरुते सर्वलोकानां पावनं कृपयायुतः यो न पूजयते देवं रघुनाथं रमापतिम् सदेन ताड्यते दण्डैर्यमस्यापि भयावहैः अष्टमाद्वत्सरादूर्ध्वमशीति वत्सरो भवेद् तावदेकादशी सर्वैर्मानुषै कारिदा मुना तुलसी वल्लभायस्य कदाचिद्यच्चिरोद्धराम् न मुञ्चन्दिरमानाथ पादपद्मस्रगुत्तमा ऋषीणामपि पूज्योऽयमितरेषां कथं न हि रघुनाथस्मृतिप्रीतिर्धूतपाप्मा हदाशुभः ज्ञात्वायं रामचन्द्रस्य वाजिनं परमाद्भुतम् आगत्य तुभ्यं संदास्यत्येतद्राज्यमकण्टकम् त्वया यद्गदितं राज्यं तत्ते कथितमुत्तमं पुनः किं पृच्छसे स्वामिन्नाज्ञापय करोमि तद् शेष उवाच गतोऽश्वस्तत्पुरांस्तस्तु नानाश्चर्यसमन्वितः तं दृष्ट्वा जनता सर्वा राज्ञे गत्वान्यवेदयन् जनता ऊजुः कोऽप्यश्वसितवर्णेन गङ्गाजलसमेन वै भाले सौवर्णपत्रेण राजमानः समागतः तच्छ्रुत्वा वचनं रम्यं जनानां हृद्यमीरितं ताः प्रत्याह हसन्भूपो ज्ञायतां कस्य वैहयः ताश्चैनं कथयामासुः शत्रुघ्नेन प्रपालितः आयात्यश्वो महीभर्तु रामस्य पुरमध्यतः रामस्य नाम सश्रुत्वा द्व्यक्षरं सुमनोरमं जहर्षचित्ते सुभृश्यं गद्गदस्वरचिह्नितः मया योध्यापदिर्नित्यं यो रामश्चिन्त्यते हृदि तस्याश्वसः शत्रुघ्नसमायादपुरं मम हनुमांस्तत्र रामाङ्घ्रिसेवाकर्ता भविष्यति कदाचिदपि यो रामं न विस्मरति मानसे गच्छामि यत्र शत्रुघ्नो यत्र मारुतनन्दनः अन्येऽपि यत्र पुरुषा रामपादाब्जसेवकाः अमात्यमादिदेशाध सर्वं राजधनं महद गृहीत्वा तु मया सार्धमागच्छत्वरयायुधः यास्येऽहं रघुनाथस्य हयं पालयितुं वरं कर्तुं च रामपादाब्जपरिचर्यां सुदुर्लभाम् इत्युक्त्वा निर्जगामाध शत्रुघ्नं प्रतिसैनिकैः तावत्पुरीमथप्राप्तो रामभ्राता ससैनिकः वीरागर्जन्ति प्रबला रथा सुनिनदन्ति च जयशङ्खस्वनास्तत्र वेणुनादाश्च सर्वतः आगत्य सत्यवान् राजा मन्त्रिभिः सुसमन्वितः चरणे प्रणिपत्यास्मै राज्यं प्रादान् महाधनं शत्रुघ्नस्तं तु राजानं ज्ञात्वा राममनुव्रतं तद्राज्यं तस्य पुत्राय रुक्मनाम्ने ददौ महद हनूमन्तं परीरभ्य सुबाहुं रामसेवकं अन्यान्वै रामभक्तांश्च परिरभ्य महायशः कृतार्थमिव चात्मानं मेने सत्यसमन्वितः ननन्द चेदसि तदा शत्रुघ्नेन समन्वितः हयस्तावद्गतो दूरं वीरै सुपरिरक्षितः शत्रुघ्नस्तेन भूपेन ययौ वीरसमन्वितः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवत्समागमो नाम 32 अध्यायः ॐ